नमस्कारः. अस्माकं पाणिनीयवर्गे पुनः सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति सार्वधातुकलकाराः आर्धधातुकलकाराः च इति विषयः अस्ति. तत्र गतवर्गे सार्वधातुकलकाराः के लकाराः सार्वधातुकलकाराः अपि च तेषां परिज्ञानं अभिज्ञानं कथं भवति इति अपि ज्ञातवन्तः. तर्हि अत्र किञ्चित् पुनस्मरणं कुर्मः. सम्यक्तया बोधः जातः वा न वा इति एकवारं पश्यामः. तर्हि अत्र कः वदति? अरविन्द् महोदय वदति वा सार्वधातुकलकारः इति कथं ज्ञायते, तस्य अर्थः कः? आं भगिनि, सार्वधातुकलकारः यत्र अङ्गं प्रत्ययं दृश्यते, लकारस्य प्रत्ययं दृश्यते, तत् सर्वधातुकलकारः इति कथ्यते. कीदृशप्रत्ययः? लस्य तिङ् तिङ् प्रत्ययानां दर्शनं अस्ति चेत् अङ्गस्य दर्शनम् अस्ति चेत् सर्वधातुकम् इति कथ्यते. हा, बहु समीचीनं महोदय. अत्र वस्तुतः अङ्गम् इति वदनस्य अपेक्षया धातुः इति वदति चेत् अथवा धातुरूपी अङ्गम् इति वदति चेत् इतोपि स्पष्टं भवति. धातुः धातुना तिङ् प्रत्ययः दृश्यते. यत्र धातुना तिङ् प्रत्ययः दृश्यते तत्र सार्वधातुकलकारः इति वदामः. तर्हि सार्वधातुकलकारे किं भवति? धातुना अधुना धातुना तिङ् प्रत्ययः दृश्यते, तेन किं भवति? यत्र धातुना त्रिङ्गस्य दृश्यते चेत् तत्र विकरणप्रत्यय विधानं भवति प्रत्ययानां धातूनां सत्यं. कीदृशविकरणप्रत्ययः? कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति. कर्ति शप् शप् विकरणप्रत्यय आयाति. सत्यम्. तर्हि यत्र धातुना तिङ् प्रत्ययः दृश्यते तत्र कर्तरि शप् इति गणनिमित्तिकविकरणप्रत्ययः आगच्छति. तर्हि तत्र यत्र धातुना तिङ् प्रत्ययः दृश्यते तत्र अस्माकं प्रश्नः भवति धातुः कस्मिन् गणे अस्ति इति प्रश्नः. तर्हि तदनुसृत्य गणनिमित्तिकविकरणप्रत्ययः आयाति. यदि धातुः दिवादिगणे अस्ति चेत् दिवादिभ्यः ष्यन् इति विकरणप्रत्ययः आयाति. धातुः स्वादिगणे अस्ति चेत् स्वादिभ्यः श्नु इत्यनेन श्नु इति प्रत्ययः आयाति. अतः यत्र धातुना तिङ् प्रत्ययः दृश्यते साक्षात् तत्र एतादृशगणनिमित्तिकविकरणप्रत्ययस्य प्रसक्तिः भवति. तादृशगणनिमित्तिकविकरणप्रत्ययः आगन्तुं शक्नोति. एतादृशसन्दर्भः कुत्र कुत्र लभ्यते? न, केषु केषु लकारेषु एतादृशसन्दर्भः अस्ति? तत् ते लट् लोट् लङ् अनुभवं विधिलिङ् इति चत्वारि लकारेषु वर्तन्ते. चतुर्षु लकारेषु गणनिमित्तिकविकरणप्रत्ययः आयाति. हा, बहु समीचीनम्. तर्हि अत्र सार्वधातुकलकारः इति अष्टाध्यायं किमपि नास्ति, परन्तु अस्माकं सौलभ्यार्थं लकाराणां विभजनं भवति. येषु येषु लकारेषु धातुना तिङ् प्रत्ययः दृश्यते साक्षात् दृश्यते तत्र मध्ये गणनिमित्तिकविकरणप्रत्ययः आयाति. धातुः कस्मिन् गणे अस्ति इति आधारीकृत्य गणनिमित्तिकविकरणप्रत्ययः आयाति. तादृशसन्दर्भः कुत्र कुत्र भवति इति चेत् केषु लकारेषु एतादृशसन्दर्भः इति चेत् लट् लोट् लङ् विधिर्लिङ् एतेषु लकारेषु एव गणनिमित्तिकविकरणप्रत्ययः आयाति. अतः एव एतेषु लकारेषu रूपभेदः दृश्यते. पठति अपि च नृत्यति. तत्र पठति इत्यत्र मध्ये अ इति श्रूयते, नृत्यति इत्यत्र य इति श्रूयते, शक्नोति तत्र ओ इति श्रूयते. तर्हि तादृशभेदः मध्ये यः भेदः दृश्यते तादृशभेदः विकरणप्रत्ययस्य कारणेन अस्ति. तद् कुत्र भवति इति चेत् लट् लोट् लङ् विधिर्लिङ् एतेषु लकारेषु. एतादृशभेदः अर्धधातुकलकारेषु न दृश्यते. पास्यति दास्यति इति लृट् लकारस्य रूपं पश्यामः चेत् तत्र सर्वत्र स्य इति मध्ये विकरणप्रत्ययः अस्ति. सः प्रत्ययः लकारनिमित्तिकप्रत्ययः. तर्हि अर्धधातुकलकारेषु भेदः कः इति चेत् धातुना तिङ् प्रत्ययः साक्षात् न दृश्यते अर्धधातुकलकारेषु. किमर्थं न दृश्यते इति चेत् मध्ये लकारनिमित्तिकविकरणप्रत्ययः अस्ति. इदानीं धातुः अस्ति, धातुतः लकार लृट् लकारः अस्ति इति चिन्तयामः. धातुः अनन्तरं लृट् लकारः. इदानीम् अत्र किं भवति इति चेत् लकारस्य लकारम् आधारीकृत्य मध्ये विकरणप्रत्ययः आयाति. लकारनिमित्तिकविकरणप्रत्ययः लृट् लकारे स्य इति प्रत्ययः आगच्छति. अतः धातुः स्य योगः लृट्. इदानीं तत्र लृट् स्थाने तिङ् प्रत्ययः आगच्छति. तृतीयसोपाने तिङ् प्रत्ययः आगच्छति. एतावता तु स्य इति प्रत्ययः तु आगतः. अतः धातुः स्य योगः तिङ् इत्येतादृशसन्दर्भे धातुना तिङ् प्रत्ययः न दृश्यते, यतोहि मध्ये स्य इति प्रत्ययः अस्ति. एतादृशं कुत्र कुत्र भवति इति चेत् लट् लोट् लङ् विधिर्लिङ् एतान् लकारान् विहाय अन्यत्र सर्वत्र अर्धधातुकलकारः इति वदामः. लिट् लुट् लुङ् लृङ् लृट् एतेषु लकारेषु अशिर्लिङ् एतेषु लकारेषु अर्धधातुकलकारः इति वदामः. तत्र एकं स्पष्टीकर्तुम् इच्छामि. अत्र लृट् लकारः लुङ् लकारः लृङ् लकारः अनन्तरं लुट् लकारः लृट् लृङ् लुङ् लक एतेषु लकारेषु तत्र मध्ये विकरणप्रत्ययः आगच्छति. यथा तत्र लुट् लकारे पश्यामः चेत् लुट् लकारे तास् इति प्रत्ययः आगच्छति. तास् इति गणनिमित्तिकप्रत्ययः मध्ये आगच्छति. लृट् लकारे स्य इति प्रत्ययः आगच्छति. लृङ् लकारे अपि स्य इति प्रत्ययः आगच्छति. अनन्तरं लुङ् लुङ् लकारे तत्र चिलि इति प्रत्ययः आगच्छति. इत्युक्ते एतेषु चतुर्षु लकारेषु लुट् लृट् लृङ् लुङ् एतेषु लकारेषु मध्ये लकारनिमित्तिकप्रत्ययः आगच्छति इति कारणेन एते लकाराः अर्धधातुकलकाराः. परन्तु लिट् लकारे अपि च आशीर्लिङ्ग् लकारे इत्यस्मिन् विषये एव प्रश्नः आसीत् गतवर्गे. लिट् लकारे आशीर्लिङ्ग् लकारः अनयोः लकारयोः का गतिः? अर्धधातुकलकारः इति वदामः, परन्तु कथं तत्र गणनिमित्तिकविकरणप्रत्ययः आगच्छति वा इति प्रश्नः आसीत्. अत्र वस्तुतः किमर्थं लिट् लकारः आशीर्लिङ्ग् लकारः अर्धधातुकलकारः इति चेत् तत्र साक्षात् सूत्रे एव अस्ति. लिच्छ इति एकं सूत्रमस्ति, अनन्तरं लिङ्गाशिशि इति अन्यत् सूत्रमस्ति. अनेन सूत्रेण इति द्वाभ्यां सूत्राभ्याम् एव ज्ञायते एते लकाराः अर्धधातुकलकारः. यतोहि साक्षात् पाणिनिना उच्यते एते तिङ् प्रत्ययाः अर्धधातुकप्रत्ययाः इति. लिच्छ इति सूत्रेण लिट् लकारे यः तिङ् प्रत्ययः विद्यते सः तिङ् प्रत्ययः अर्धधातुकः. आशीर्लिङ्ग् लकारे यः तिङ् प्रत्ययः विद्यते सः प्रत्ययः अर्धधातुकप्रत्ययः. अतः तिङ् प्रत्ययः एव अर्धधातुकप्रत्ययः अस्ति इति कारणेन तत्र गणनिमित्तिकविकरणप्रत्ययः आगन्तुं न शक्नोति. यतोहि सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति चेत् एव शप् कर्तरि शप् आगच्छति, नो चेत् शपं प्रबाद्य अन्ये प्रत्ययः आगच्छन्ति. परन्तु लिट् लकारे आशीर्लिङ्ग् लकारे तिङ् प्रत्ययः एव साक्षात् अर्धधातुकः, अतः अर्धधातुकलकारः इति वदामः. अस्तु, एतावता स्पष्टं वा? कोऽपि प्रश्नः? अस्तु, तर्हि इदानीं अग्रे भगिनि एकः प्रश्नः, क्षम्यतां, प्रश्नः अस्ति. लिट् टास् प्रत्ययः आर्धातु बलाधे तथ्यः भवन्ति, अतः इडागम् आगच्छति अत्र. यदि सत्यं सत्यं, यदि यदि धातु आकारान्त् अस्ति तर्हि एक अन्य विषय आगच्छति. यदि धातु अनिट् भवति वा सेट् भवति, परन्तु स्पष्टतया लिट् तास् सेट् प्रत्ययः सन्ति. सत्यं तदेव तदर्थमेव तत्र प्रथमतया सार्वधातुकलकारः वा अर्धधातुकलकारः वा इति निर्णयः भवति. यदि अर्धधातुकलकारः इति निर्णयः अस्ति तर्हि तदनन्तरम् इडागमचिन्तनं भवति. अर्धधातुकलकारेषु एव इडागमचिन्तनं भवति, यतोहि प्रत्ययः अर्धधातुकः भवति. अतः लुट् लकारः, लृट् लकारः, लृङ् लकारः, लुङ् लकारः, सर्वत्र अर्धधातुकलकारः इति कृत्वा इडागमचिन्तनं भवति. धातुः अपि सेट्, प्रत्ययः अपि सेट् अस्ति चेत् तत्र इडागमः भवति एव. अर्धधातुकलकारेषु इडागमचिन्तनं अस्ति, गणचिन्तनं नास्ति इति विषयः अस्ति. समीचीनम्. अस्तु, तर्हि ततः अग्रे इदानीं तत्र सार्वधातुकलकारेषु लट् लोट् लङ् विधिर्लिङ् एतेषु लकारेषु गणनिमित्तिकविकरणप्रत्ययः आयाति इति उक्तं. तर्हि गणनिमित्तिकविकरणप्रत्ययस्य योजनानन्तरं धातुः विकरणप्रत्ययः तयोः योजनानन्तरम् अङ्गम् अङ्गस्य अन्ते कः वर्णः अस्ति इति चिन्तयामः चेत् तत्र वयं ज्ञातवन्तः प्रथमगणसमूहे द्वादिगणे, द्विवादिगणे, तुदादिगणे, चुरादिगणे अङ्गम् अदन्तम् अस्ति. तत्र भुवादिगणे शप् इति विकरणप्रत्ययं योजयामः चेत् भूयोगः शप् योगः इति भव इति अङ्गम् अदन्तम् अस्ति. भव इति अङ्गस्य अन्ते ह्रस्व अकारः अस्ति. अदन्तम् इति वदामः चेत् यत्र अत् यस्य अन्तम्, अत् इत्युक्ते ह्रस्वकारः, तत्र तकारस्य तपरकरणम् अस्ति. अत् इत्युक्ते ह्रस्वकारः. अत् अन्तम्, अदन्तम् इत्युक्ते यस्य अन्ते ह्रस्वकारः अस्ति तादृश अङ्गम्, अदन्तम् अङ्गं. कुत्र इति चेत् द्वादिगणे, द्विवादिगणे, तुदादिगणे, चुरादिगणे एतेषु गणेषु अङ्गम् अदन्तम्, अङ्गस्य अन्ते ह्रस्व अकारः. द्वादिगणे शप्, शप् इत्यस्य योजनेन अन्ते अकारः श्रूयते. द्विवादिगणे श्यन्, तत्र श्यन् इत्यस्य य इति अवशिष्यते, यकार उत्तरवर्ति अकारः अपि अस्ति. तादृशप्रत्ययस्य योजनेन तत्रापि अङ्गम् अदन्तं. तुदादिगणे श इति प्रत्ययः, तत्रापि अदन्तम् अङ्गं. चुरादिगणे तत्र शप् निच् योजयित्वा तदनन्तरं शप् तत्रापि अ. अतः प्रथमगणसमूहे द्वादिगणे, द्विवादिगणे, तुदादिगणे, चुरादिगणे अङ्गम् अदन्तं. द्वितीयगणसमूहः अवशिष्टगणः, अदादिगणः, जुहोत्यादिगणः, स्वादिगणः, रुदादिगणः, तनादिगणः, क्र्यादिगणः इति तावत् पठितमासीत् गतवर्गे. अधुना ततः अग्रे दशलकाराः अपि गणद्वये विभक्ताः इति ततः आरभ्य पठामः. अस्तु, अत्र रामनाथन् महोदय पठति वा? पठति वा दशलकार? दशलकारः अपि गणद्वये विभक्ताः सार्वधातुकलकाराः, आर्धधातुकलकाराः च. तयोः भेदः कः? क्रियापदस्य निर्माणक्रमे सर्वप्रथमम् अस्माकं विवक्षानुगुणं धातुः आनीयते. यथा वद् इति धातुः, तदा पुनः विवक्षानुगुणं लकारः आनीयते. यथा लट् लकारः, वद् योगः लट्. परं लाटः स्थाने तिबादयः आनीयन्ते. लटः, लटः स्थाने. ओ, कङ्कणकदोषः वा? सत्यं सत्यं. लटः स्थाने तिमादयः आनीयन्ते यथेच्छं. यथा प्रथमपुरुष एकवचने तिप्, पकारस्य इत् संज्ञा लोपः च इति अवशिष्यते. वद्योगति अत्र सर्वमहत्त्वपूर्णसिद्धान्तः वद् ति इत्यनयोः सम्पर्कः अस्ति, स्पर्शः अस्ति. यतः तयोः मध्ये अन्यः कोऽपि प्रत्ययः नास्ति. अत्र वदामः यत् वद् धातुना ति प्रत्ययः दृश्यते दृश्यते दृश्यते यतः तयोः मध्ये बाधा नास्ति अन्यः कोऽपि प्रत्ययः नास्ति येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सार्वधातुक तिङ्प्रत्ययः दृश्यते अपि च सः तिङ्प्रत्ययः कर्त्रार्थे अस्ति तत्र सः लकारः सार्वधातुकलकारः इति उच्यते क्रियापदस्य निर्माणक्रमे धातुना तिङ्प्रत्ययः न दृश्यते चेत् सः लकारः आर्धधातुकलकारः लकारः पूर्वमेव भवती उक्तं तदेव इदानीं विवर्ण्यते लट् लकारं भवति चेत् वज् योगः विकर्णप्रत्ययम् अकारं किमर्थं न दत्तम् इति अहं चिन्तयामि वदति इति रूपं भवति न अत्र विकर्णप्रत्ययः किमर्थं न उक्तम् इति चेत् अत्र सार्वधातुकलकारः इति कथम् अभिज्ञायते ओके इति अत्र प्रदर्शितमस्ति ओके धातुना तिङ्प्रत्ययं दृश्यते चेत् सार्वधातुक प्रत्ययः सार्वधातुकलकारः वद् टि इति प्रत्ययं टिप् अकारं हलन्त्यम् इति सूत्रेण अवगच्छति टि इति एव अवशिष्यते वद् टि इति प्रत्ययं दृश्यते चेत् सार्वधातुकलकारः न तिङ्प्रत्ययं लकारः धातुना न दृश्यते चेत् ते दातवः आर्धधातुकलकारः भवन्ति सत्यम् अत्र अधुना सार्वधातुकप्रत्ययः अपि च सार्वधातुकलकारः तयोः भेदः कः तिङ्क्षिप् सार्वधातुकं शितः अस्ति चेत् तिङ्प्रत्ययम् अस्ति चेत् सार्वधातुकं सार्वधातुकप्रत्ययः भवति न चेत् प्रत्ययः आर्धधातुकप्रत्ययः भवति तर्हि दशलकारः सन्ति तेषु एतेषु लकारेषु दशसु लकारेषु कुत्र कुत्र सार्वधातुकप्रत्ययः अस्ति सर्वाणि तिङ्प्रत्ययानि सार्वधातुकप्रत्ययम् एव परन्तु धातुना परे कोऽपि विकर्णप्रत्ययम् अस्ति चेत् शितः नास्ति चेत् सार्धधातुकं भवति सार्धधातुकलकारः भवति अस्तु पश्यामः तिङ्क्षित् सार्वधातुकम् इति अत्र अत्र किं वक्तुमिच्छामि इति चेत् प्रथमतया तत्र प्रत्ययः सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः इत्यपि एकः विषयः अस्ति यत्तु साक्षात् अष्टाध्यायामेव उल्लेखितमस्ति अपि च सार्वधातुकलकारः अर्धधातुकलकारः इति एतादृशविभजनं वयं कुर्मः अस्माकं सौलभ्यार्थं तर्हि तयोः भेदः कः इति चेत् प्रत्ययः इत्युक्ते प्रकृतितः यत् विधीयते तस्य नाम प्रत्ययः तर्हि इदानीं धातुः अस्ति वद् इति धातुः अस्ति वद् धातुतः इदानीं लट् इति विधीयते तस्मात् तर्हि लट् इति प्रत्ययः अस्ति वा मीना भगिनी वदतु लट्दस्ति तिङ् प्रत्ययः अस्ति न लट् इति प्रत्ययः अस्ति वा लट् इति प्रत्ययः लकारः एव वर्तमाने काले लट् लट् इति लट् एव एवं प्रत्ययः प्रत्ययः एव भगिनि तिङ् प्रत्ययः न तिङ् प्रत्ययः भिन्नः लट् इति प्रत्ययः अस्ति लट्य इति ल प्रत्ययः न लकारप्रत्ययः हा प्रत्ययः अस्ति अत्र किं वक्तुमिच्छामि इति चेत् धातुतः यत्किमपि विधीयते तस्य नाम प्रत्ययः. धातुः इति प्रकृतिः अस्ति, प्रकृतितः यत्किमपि विधीयते तत्र तस्य नामकरणमस्ति प्रत्ययः. अतः वद् इति धातुतः लट् लकारः विधीयते चेत् लकारः अपि प्रत्ययः अस्ति. तर्हि इदानीं लट् लकारः कीदृशप्रत्ययः अस्ति? उमा भगिनी वदतु. लट् इति प्रत्ययः अस्ति इति जानीमः, यतोहि प्रकृतितः यत्किमपि विधीयते तस्य नाम प्रत्ययः इति. इदानीं लट् इति कीदृशप्रत्ययः? उमा भगिनी अस्ति वा? अस्मि. लट् वर्तमानकाले तस्य प्रत्ययः सर्वे गणाः सन्ति, किन्तु अदादिजुहोत्यादिगणे. एकक्षणम्. मम प्रश्नः अस्ति लट् इति कीदृशप्रत्ययः इति, सरलः प्रश्नः. लट् इति प्रत्ययः इति जानीमः, कीदृशप्रत्ययः? न, लकारः नास्ति. मम प्रश्नः प्रत्ययस्य विषये. सत्यम्, आर्धधातुकप्रत्ययः. किमर्थम् किमर्थं भगिनी? प्रत्यय आर्धधातुक तस्मिन् प्रत्ययानां तिंषित् सार्वधातुक भवति. पुनः वदतु लट् इति कीदृशप्रत्ययः? सर्वे प्रत्ययः आर्धधातुक भवन्ति. तस्मिन् मध्ये सार्वधातुकलकारः तिंषित् भवन्ति. न न, अत्र अत्र एकं स्पष्टं कर्तुम् इच्छामि. अत्र लकारः भिन्नः विषयः. न, एकक्षणम्. इदानीं लकारस्य चिन्तनं नास्ति. एकक्षणं. प्रत्ययः प्रथमतया अस्माकं मनसि प्रत्ययः इत्यस्य विषये स्पष्टता प्रथमतया जायेत. तदनन्तरं तत्र लकारस्य विषये चिन्तनं कुर्मः. सार्वधातुकलकारः अर्धधातुकलकारः इति इदानीं चिन्तनं नास्ति. मम प्रश्नः बहु सरलः अस्ति. लट् इति वद् इति धातुतः लट् लकारः विधीयते. लट् इति प्रत्ययः अस्ति. लट् यद्यपि लकारः इति वदामः, लट् अपि प्रत्ययः अस्ति. कीदृशप्रत्ययः? न, मम प्रश्नः अस्ति धातुतः विधीयमानः प्रत्ययः द्विविधः. ते धातुतः विधीयमानः प्रत्ययः द्विविधः. एकमस्ति सिङ् सिङ् कृत्. न, धातुतः विधीयमानः प्रत्ययः द्विविधः एव, सार्वधातुकः अथवा अर्धधातुकः. तावदेव. तर्हि इदानीं लट् इति प्रत्ययः अस्ति. कीदृशप्रत्ययः? सार्वधातुकः अथवा अर्धधातुकः? कोऽपि वदतु स्पष्टतया, सार्वधातुकः वा अर्धधातुकः? किंशित् नास्ति कृत्वा अर्धधातुकः एव अवशिष्यते. सत्यम्. अरविन्द महोदय पुनः वदतु. न, अरविन्द महोदय पुनः वदतु. तिंशित् सर्वधातुकं, तिंशित् नास्ति कृत्वा लट् इति आर्धधातुकं भवति. सर्वे पश्यन्तु, बहु समीचीनं. सर्वे लकाराः आदौ आर्धधातुकाः. सर्वे एते लकाराः प्रत्ययाः एव. लट् लोट् लङ् एते सर्वे प्रत्ययाः. किमर्थं प्रत्ययः? धातुतः विधीयते. धातुतः विधीयन्ते एते प्रत्ययाः. अतः एते सर्वे प्रत्ययाः. तिङ् अपि नास्ति, षित् अपि नास्ति इति कृत्वा एते सर्वे आर्धधातुकप्रत्ययाः. अस्तु, इदानीं लकारस्य स्थाने यदा तिङ् प्रत्ययः, कुत्रचित् प्रतिध्वनिः अस्ति, कृपया म्यूट् कुर्वन्तु. तर्हि लकारस्य स्थाने यदा तिङ् प्रत्ययः आगच्छति, सर्वत्र सर्वेषु लकारेषु लकारस्य स्थाने अन्ततो गत्वा तिङ् प्रत्ययः आगच्छति. तत्र क्रमस्य भेदः अस्ति. कुत्रचित् प्रथमतया लकारस्य स्थाने तिङ् प्रत्ययः आगच्छति, कुत्रचित् मध्ये अन्यः प्रत्ययः विद्यते, तदनन्तरं लकारस्य स्थाने तिङ् प्रत्ययः विद्यते. तावानेव भेदः अस्ति सार्वधातुकलकारः अर्धधातुकलकारः तयोः मध्ये. परन्तु इदानीम् अत्र लकारः अस्ति, धातुतः लकारः अस्ति, लकारस्य स्थाने तिङ् प्रत्ययः विद्यते. इदानीं तिङ् प्रत्ययः कीदृशः कीदृशप्रत्ययः? सार्वधातुक. सत्यम्. इदानीं लकारस्य स्थाने यः तिङ् प्रत्ययः आयाति सः प्रत्ययः सार्वधातुकप्रत्ययः अस्ति. तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति. तर्हि सर्वेषु लकारेषु सः प्रत्ययः सार्वधातुकः एव स्यात्. परन्तु तत्र लिट् लकारे आशीर्लिङ्ग् लकारे पाणिनि एव साक्षात् सः एव वदति अत्र लिट् लकारे तिङ् प्रत्ययः आर्धधातुकः. यद्यपि तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकः एव भवति, परन्तु अपवादरूपेण लिट् लकारे तिङ् प्रत्ययः आर्धधातुकः. एवमेव आशीर्लिङ्ग् लकारे तिङ् प्रत्ययः आर्धधातुकः. अतः लिट् लकारः आशीर्लिङ्ग् लकारः एतौ विहाय अन्यत्र सर्वत्र तिङ् प्रत्ययः सार्वधातुकप्रत्ययः. अवगतं वा? कोऽपि प्रश्नः अस्ति वा? प्रत्ययस्य विषये प्रश्नः अस्ति वा? प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा इत्यस्य विषये प्रश्नः अस्ति वा? गीताञ्जलि भगिनी अवगतं वा, वदतु. किमर्थं लिट् अपि आशीर्लिङ्ग् विशेषसूत्र अस्ति तत्र? अर्धधातुकः अस्ति इति कृत्वा तत्र विशिष्टकार्यं भवति भगिनि. प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः इति किमर्थम् उच्यते इति चेत्, सार्वधातुकः अस्ति चेत् एकविधकार्याणि भवन्ति, अर्धधातुकः अस्ति चेत् भिन्नविधकार्याणि भवन्ति. तस्य प्रयोजनं किमपि भवति. तस्मिन् विषये इदानीम् अस्माकं चिन्तनं नास्ति, परन्तु प्रयोजनम् अस्ति. तदर्थमेव सार्वधातुकः अर्धधातुकः इति विभजनम् अस्ति. इदानीं भवती वदतु, किम् अवगतं तत्र लकारस्य? यदा लकारस्य विषये अहम् इति अवगतं, धातुतः यदि वयं किमपि लकार विवक्षते तद् यथा वद्योगः लट् अस्ति, किमपि लकारस्य स्थाने अन्ततः तु तिङ् आयाति एव. सो अत्र लट् तु आर्धधातुकप्रत्ययः अस्ति, किमर्थं किञ्चित् तत्र नास्ति. अधुना वद् योगः तिङ् आयाति. तिङ् इति एकं सार्वधातुकप्रत्ययः अस्ति, तदेव अहम् अवगतं भगिनि अधुना. बहु समीचीनं, समीचीनं. तर्हि सर्वे लकाराः अर्धधातुकाः. यदा लकाराः धातुतः विधीयन्ते ते लकाराः अर्धधातुकाः. लकारस्य स्थाने अन्ततो गत्वा तिङ् प्रत्ययः आयाति. तिङ् प्रत्ययः सार्वधातुकप्रत्ययः, परन्तु सर्वेषु लकारेषु सार्वधातुकप्रत्ययः, परन्तु लिट् लकारे आशीर्लिङ्ग् लकारे अर्धधातुकप्रत्ययः अस्ति तिङ् प्रत्ययः. अस्तु, एतावता स्पष्टं करोतु. इत्युक्ते प्रत्ययस्य विषये स्पष्टता अस्ति खलु? इत्युक्ते अर्धधातुक लट् निष्कासनं कृत्वा तिङ् सर्वधातुकम् आयाति. न श्रूयते. लट् अर्धधातुकं तस्य निष्कासनं कृत्वा तिबादयः सार्वधातुकप्रत्ययः आयाति वा? सत्यं, लट् तु आर्धधातुकः अस्ति, क्षणिकम् अस्ति, क्षणिकमात्रकाले एव लट् तिष्ठति खलु. लटः स्थाने सर्वत्र तिबादयः आगच्छन्ति, अतः क्षणिकमात्रकालं पर्यन्तं लट् आर्धधातुकः अस्ति. यदा तिङ् प्रत्ययः तस्य स्थाने आगच्छति, तिङ् प्रत्ययः तु सार्वधातुकः अस्ति. अत्र धन्यवादः भगिनि. अस्तु, इदानीं प्रत्ययस्य विषये स्पष्टता अस्ति इति अहं चिन्तयामि. इदानीं लकारस्य विषये पश्यामः. अत्र लकारस्य भेदः अस्ति सार्वधातुकलकारः अर्धधातुकलकारः. यथा उक्तं, एतादृशविभजनं केवलम् अस्माकं सौलभ्यार्थम्, अष्टाध्यायं कुत्रापि नास्ति. सार्वधातुकलकारः इत्युक्ते यदा अत्र वद् इति धातुः अस्ति, इदानीं वद् इति धातुतः लट् लकारः अस्ति, लट् लकारः विधीयते. मम विवक्षा लट् लकारः अस्ति, तर्हि लट् वद्योगः लट्. इदानीं लट् लकारस्य स्थाने अत्र द्वितीयसोपाने एव तिङ्प्रत्ययः आगच्छति इति तादृशक्रमः अस्ति. लट् लकारस्य स्थाने तिङ्प्रत्ययः आगच्छति, अधुना वद्योगः ति. एतादृशसन्दर्भे वद्योगः ति, वद् इति धातुः तिङ्प्रत्ययं साक्षात् पश्यति, अतः तत्र तिङ्प्रत्ययः अधुना धातुतः दृश्यते. इदानीं तिङ्प्रत्ययः कीदृशः इति चेत्, वयं जानीमः तिङ्प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन तिङ्प्रत्ययः सार्वधातुकप्रत्ययः. अपि च अत्र मम विवक्षा कर्त्रार्थे अस्ति, अहं कर्तरीप्रयोगे कर्तुम् इच्छामि, मम रूपसिद्धिः कर्तरीप्रयोगे भवतु इति मम विवक्षा अस्ति. अतः इदानीं तत्र तिङ्प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे अपि अस्ति इति कृत्वा तत्र मध्ये शप् इति विकरणप्रत्ययः आगच्छति. इत्युक्ते प्रथमतया धातुना तिङ्प्रत्ययः दृश्यते इति कृत्वा सार्वधातुकलकारः अस्ति. सार्वधातुकलकारेषु तिङ्प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे अपि अस्ति इति कृत्वा गणनिमित्तिकविकरणप्रत्ययः मध्ये आयाति. वद् इति धातुः भ्वादिगणे अस्ति, अतः तत्र शप् इति डिफाल्ट् प्रत्ययः आगच्छति. अतः वद्योगः शप् योगः ति इति सार्वधातुकलकारः. इदानीं तत्र लट् इत्यस्मिन् विषये चिन्तनं कृतम्, इदानीं लोट् इति लकारं स्वीकृत्य चिन्तनं कुर्मः. अत्र ललिता भगिनी, वद्योगः लोट् लकारस्य विषये वदतु. वद् योगः लोट्, लोट् अपि सार्वधातुकप्रत्ययः अस्ति भगिनि. तु एवं वा? न, प्रथमः आर्धधातुकप्रत्ययः. किमर्थं? सर्वे लकाराः आर्धधातुकप्रत्ययः, तिङ्क्षित् सार्वधातुकं. समीचीनम्. अग्रे वद्योगः लोट्, वद्योगः तु. तु इस् द pratyaya for lot, right? Vadyogaha mama samshaya asti bhagini, shap ayati ya na ayati? Itukte vadyogaha tu iti uktavati, tu iti tatra siddha pratyah asti, pratamataya ting eva agachati, pratamataya ting pratyah eva agachanti, ting pratyasya sthane adeshah bhavanti yena तु तात् इत्यादयः सिद्ध्यन्ति, परन्तु प्रथमतया तिङ् एव आगच्छति. इदानीं तिङ् प्रत्ययः कीदृशः? तिङ् प्रत्ययः सार्वधातुक, तिङ्क्षित् सार्वधातुकं. सो वद्योगः शप् योगः ति. न क्रमेण पश्यामः, एकक्षणं क्रमेण पश्यामः. इदानीं वद्योगः लोट्, लोटस्थाने तिङ् प्रत्ययः आगतः. तिङ् प्रत्ययः कीदृशः? तिङ् प्रत्ययः सार्वधातुकप्रत्ययः. हा, इदानीं कीदृशलकारः? लोट् लकारः. न, सार्वधातुकलकारः वा अर्धधातुकलकारः वा? सार्वधातुकलकारः. किमर्थं? तिङ्क्षित् सार्वधातुकं. न इति कारणे. न अत्र वद्योगः तिङ्गः तिङ्ग् अस्ति. दादु तिङ् प्रत्ययं पश्यति. ललिता भगिनी वदतु. धातु, देर् इस् नो नथिङ्ग् इन् बिट्वीन् द धातु अण्ड् दि तिङ् प्रत्ययः. अतः लकारः कीदृशः? अतः सार्वधातुकलकारः. हा, सार्वधातुकलकारः अस्ति. इदानीं तिङ् प्रत्ययः कीदृशः इति चेत्, तिङ् प्रत्ययः सार्वधातुकः अपि अस्ति, मम विवक्षा कर्त्रार्थे अपि अस्ति, कर्तरीप्रयोगः इति मम विवक्षा अस्ति, अतः तत्रापि शप् इति प्रत्ययः आगच्छति. शप् इति प्रत्ययः आगच्छति. तदनन्तरं तिङ् प्रत्ययस्य स्थाने अन्ये आदेशाः भूत्वा तु इति प्रत्ययः सिद्धप्रत्ययः अस्ति, अतः वदतु इति रूपम्. प्रथमतया तु तिङ् एव आगच्छति, तिङ् प्रत्ययः आगच्छति, तस्य स्थाने अन्ये आदेशाः आदेशः भूत्वा तु इति भूत्वा वदतु इति रूपम्. अवगतं खलु? अवगतं भगिनि. अस्तु, पुनः किञ्चित् पश्यामः अत्र. केतकी भगिनी वदति वा, वद्योगः वद्योग योगः विधि विधिलिङ्ग्. अस्तु अस्तु अस्तु, चिन्ता नास्ति. सूर्यकुमारी भगिनी वदतु, वद्योगः लिङ्ग्. हा भगिनि, वद्योगः लिङ्ग् विधिलिङ्ग् सारदार्थकलकारः वद्योगः विधिलिङ्ग् सारदार्थकलकारः कथम् इति वक्तव्यम्? सकारः इत्तिदि किं प्रत्ययः किं वद्योगः वद्योगः लिङ्ग् किं किमित् विधिलिङ्ग्लकारः हा विधिलिङ्ग्लकारः तर्हि विधिलिङ्ग्लकारः कीदृशप्रत्ययः? विधिलिङ्ग्लकारः सारदार्थकलकारः कथम् इति प्रत्ययः विधिलिङ्ग् अर्धदार्थकप्रत्ययः अर्धदार्थकप्रत्ययः किं प्रत्यय आगच्छति किं किं प्रत्ययः कीदृशः? किं प्रत्ययः सारदार्थकप्रत्ययः. तर्हि अद लकारः कः? लकारः सारदार्थकलकारः. किमर्थं किं प्रत्यय सारदार्थकप्रत्यय आगच्छति चेत् विधिलिङ्ग् प्रत्ययः इस् रीप्लेस्ड् बै सारदार्थक न न, सूर्यकुमारी भगिनी वदतु, इदानीं तिङ् प्रत्ययः अस्ति, किमर्थम् अत्र सारदार्थकलकारः, किमर्थं लिङ्ग् लकारः सारदार्थकलकारः? तिङ् प्रत्यय सारदार्थक विधिलिङ्ग् लकारस्य स्थाने तिङ् प्रत्यय सारदार्थकप्रत्यय चेत् सारदार्थकलकारः. न न, तिङ् प्रत्ययः सारदार्थकप्रत्ययः अस्ति इति कृत्वा सारदार्थकलकारः नास्ति, तथा नास्ति, तथा नास्ति, तथा दृश्यते. धातुना तिङ् प्रत्ययः दृश्यते खलु, इदानीं तत्र वद् इति धातुतः लिङ् लकारस्य स्थाने तिङ् अस्ति, वद्योगः तिङ्. इदानीं धातुः तिङ् प्रत्ययं पश्यति, अतः तत्र मध्ये किम् आयाति? मध्ये किम् आयाति? मध्ये न आयाति विकरणप्रत्ययः. मध्ये विकरणप्रत्ययः आगच्छति खलु, गणनिमित्तिकविकरणप्रत्ययः आगच्छति खलु, यतोहि तिङ् प्रत्ययः सारदातुकप्रत्ययः अपि च कर्त्रार्थे अस्ति, अतः शप् इति प्रत्ययः आगच्छति. वद्योगः शप् योगः तिङ् खलु? आम्, वद्योगः तिङ्. अस्तु, किमर्थं तत्र सारदातुकलकारः इति वदामः, वदतु एकवारं. सारदातुकलकारः धातु साक्षात् तिङ् अस्ति चेत्, धातुतः साक्षात् तिङ् प्रत्ययः अस्ति चेत् तत्र सारदातुकलकारः. अस्तु, समीचीनं समीचीनं, सर्वैः बुद्धं खलु? आम्. अस्तु, स्पष्टीकरणार्थमेव भगिनि, लिङ्ग् यदि वयं वदामः वद्योग लिङ्ग्, लिङ्ग् एकं लकार अस्ति अपि प्रत्यय अस्ति इति सत्यं, तदेव भ्रमा जाता. लिङ्ग् लकार अपि प्रत्यय अस्ति, किन्तु सार्वधातुकलकार किन्तु आर्धधातुकप्रत्यय हा न न अत्र हा तस्मिन् लिङ्ग् लकारः तत्र लिङ्ग् लकारं प्रत्ययरूपेण पश्यामः चेत् अर्धधातुकः अस्ति परन्तु लकाररूपेण पश्यामः चेत् सार्धधातुकलकारः अस्ति अतः प्रत्ययः लकारः तयोः भेदः स्पष्टतया ज्ञातव्यः किन्तु अत्र प्रक्रियार्थे वयं तु प्रत्यय अर्थः स्वीकुर्मः अग्रिम कार्यं कुर्मः न भगिनि पुनः पृच्छतु लिङ् इति अपि लिङ् वा लट् वा लोट् वा सार्वधातुकलकारः अपि आर्धधातुकप्रत्ययः अस्ति आर्धधातुकप्रत्ययः अस्ति परन्तु आर्धधातुकप्रत्ययस्य केवलम् अवगमनार्थम् आर्धधातुकप्रत्ययः इति उक्तवती परन्तु आर्धधातुकप्रत्ययस्य प्रत्ययेन किमपि विशिष्टकार्यं नास्ति लकाराः आदौ प्रत्ययाः एव ते आर्धधातुकाः एव अवगमनार्थम् उक्तवती परन्तु तादृश नामकरणेन प्रयोजनं किमपि नास्ति लट् लकारः आर्धधातुकप्रत्ययः इति वदामः परन्तु तेन किमपि प्रयोजनं नास्ति किमर्थमिति चेत् क्षणिकमात्रकालमेव लकारः आर्धधातुकप्रत्ययः भवति तस्य स्थाने झटिति एव तिङ् प्रत्ययः आगच्छति खलु तदानीं तिङ् प्रत्ययः सार्वधातुकः अपि च वयं कथं जानीमः लिङ् लकारः सार्वधातुकलकारः अस्ति इत्युक्ते गणद्वये अस्ति तत्तु प्रथमगण अस्ति तदनन्तरं सार्वधातुकलकारः अस्ति न न गणस्य चिन्तनम् अधुना न अत्र पश्यतु भगिनि वद् इति धातुतः लिङ् इति लकारः अस्ति अस्तु इदानीं लकारस्य स्थाने तिङ् प्रत्ययः आगच्छति तर्हि सः तिङ् प्रत्ययः इदानीं धातुना दृश्यते न वा इत्येव प्रश्नः धातुना दृश्यते चेत् सार्वधातुकलकारः भगिनि अत्र लकारनिमित्तिकप्रत्ययः नास्ति अतः एव सार्वधातुकलकारः भवति लकारनिमित्तिक किं प्रत्ययः नास्ति हा लकारनिमित्तिकप्रत्ययः नास्ति लट् लोट् लङ् विधि लिङ् एतेषु लकारेषु लकारनिमित्तिकप्रत्ययः न विधीयते अतः एव सार्वधातुकः भवति अतः एव सार्वधातुकः भवति इति नास्ति अत्र धातुना तिङ् प्रत्ययं पश्यति इत्युक्ते मध्ये व्यवधानं नास्ति मध्ये व्यवधानं नास्ति चेत् एतादृशसन्दर्भः अस्तु प्रमाणं किं भगिनि प्रमाणं सूत्रमेव सूत्राणि एव प्रमाणानि अग्रिमकरपत्रे तत्र प्रमाणं किम् इति पश्यामः तत्र सूत्रस्य क्रमः कथं भवति इति प्रश्नः भगिनि मम एकः क्लेशः अस्ति पृच्छतु अत्र सूर्यकुमारे भगिनि कृपया म्यूट् करोतु भगिनि ध्वनिः अस्ति लट्लकारं वद् योगः इति वद् धातुः तिङ् प्रत्ययं पश्यति सार्वधातुकलकारः विकर्णप्रत्ययं भवति गणस्य वास्ते अपेक्षया शप्प्रत्ययम् अस्ति सार्वधातुकप्रत्ययम् अस्ति लट्लकारं विधिलिङ्ग् अस्ति चेत् वद् योगः इति सार्वधातुकलकारः परन्तु विकर्णप्रत्ययं विधिलिङ्ग् वास्ते भवति वा धातुगणस्य पक्षे भवति वा सर्वत्र गणम् अनुसृत्य एव विकर्णप्रत्ययः लकारः तत्र लट्लोट् लङ् एतेषु लकारेषु एव विकर्णप्रत्ययः गणनिमित्तिकविकरणप्रत्ययः भवितुम् अर्हति इत्युक्ते अत्र उदाहरणार्थं पश्यतु अत्र दिवादिभ्यः ष्यन् इति प्रत्ययः अस्ति दिवादिगणे नृत् इति धातुः अस्ति दिवादिगणे नृत् योगः ष्यन् इति प्रत्ययः विद्यते तत्र तर्हि नृत् इति धातुतः इदानीं लिङ् इति लकारः विद्यते अस्तु इदानीं लकारस्य स्थाने तिङ् प्रत्ययः विद्यते मम विवक्षा लिङ् लकारः इदानीं लिङ् लकारस्य स्थाने तिङ् प्रत्ययः विद्यते इदानीं तत्र दिवादिभ्यः ष्यन् इति सूत्रं किं वदति इति चेत् तेन सूत्रेण ष्यन् इति विकरणप्रत्ययः कदा विधीयते इति चेत् यत्र सार्वधातुकप्रत्ययः अस्ति धातुतः अपि च कर्त्रार्थे अस्ति, कर्तरीप्रयोगे अस्ति, तदानीं धातुतः श्यन् इति प्रत्ययः विद्यते. इत्युक्ते दिवादिगणे ये ये धातवः सन्ति तेभ्यः एव श्यन् इति प्रत्ययः विद्यते. नृत् इति धातुः दिवादिगणे अस्ति. नृत् इति धातुतः तिङ् प्रत्ययः, सार्वधातुकप्रत्ययः अपि अस्ति, कर्त्रार्थे अपि अस्ति, यतोहि मम विवक्षा कर्तरीप्रयोगः अस्ति. अतः मध्ये श्यन् इति प्रत्ययः आगच्छति. नृत्योगः श्यन् योगः ति, तत्र लिङ्लकारे तिङ् प्रत्ययस्य स्थाने अन्ये किमपि आदेशाः अपि भवन्ति, अतः नृत्येत् इति रूपम्. गणविकर्णप्रत्ययम् अस्ति चेत् धातुः तिङ् तिङ्प्रत्ययं पश्यति चेत् सार्वधातुकलकारः इति, लकारः विकर्णप्रत्ययम् अस्ति चेत् धातुः तिङ्प्रत्ययं न पश्यति चेत् आर्धधातुकलकारः. एतत् साधु वा? हा, प्रथमं किमुक्तं तत् स्पष्टं नास्ति. धातुः तिङ्प्रत्ययं पश्यति चेत् गणविकर्णप्रत्ययः आयाति. गणविकर्णप्रत्ययं भवति, धातुः तिङ्प्रत्ययं न पश्यति, परन्तु लकारविकर्णप्रत्ययम् अस्ति चेत् आर्धधातुकलकारः. सत्यं, तथैव. अस्तु, एकः प्रश्नः अस्तु, ततः अग्रे सरेम इदानीं. प्रश्न, अहं न जानीतौ भवतः, परन्तु अहं इदानीम् अधुना एव जानामि प्रथमतया तिङ् आगच्छति. तिङ् आगच्छति कस्मिन् लकारे? तिङ् आगच्छति लट् लोट् लङ् विधिलिङ्ग् सर्वे लकारे सम्बन्धे आगच्छति. सत्यं, सर्वत्र तिङ् आगच्छति. तिङ् आगच्छति, तर्हि विधिलिङ्ग् प्रथम पुरुष ईत् अस्ति, यु नो, वदेत. परन्तु तिङ् प्रयोजनं कर्त्री शप् आनेतुं प्रायशः भवति, तर्हि एव शप् महत्त्वम् अस्ति. यदि शप् अस्ति तर्हि वयं जानीमः अङ्गकार्यं भवति. परन्तु ईत् ईत् वदेत् ईत् कथं भवति, मम प्रश्नः. हा, ईत् कथं भवति इति भिन्नविषयः अस्ति. तत्र अत्र नूतनपाठः अस्ति, तिङ् प्रत्ययसिद्धिः इति. तिङ् प्रत्ययस्य तत्र तत्र प्रथमतया तत्र यासुट् इति आगमः भवति, यासुट् इति आगमः भवति. तदनन्तरं तत्र अतो एयः इति सूत्रेण इय इति आदेशः भवति तस्य स्थाने. इययोगः ति, तत्र तिङ् इत्यस्य इकारस्य लोपः भवति इतश्च. तर्हि तत्र कार्याणि सन्ति, बहूनि कार्याणि सन्ति, येन तत्र इति भवति. अत्र मम संशयः अस्ति, वयं पठामः यत्र धातूनां तिङ् प्रत्यये दृश्यते तत्र सार्वधातुक लकारः इति वयं पठामः. मम संशयः अस्ति, विधिलिङ्ग् यासु आगमः आगच्छति न, तत्र हौ इस् दिस् डेफिनिशन् वेलिड्? ऐ एम् मिस्सिङ्ग् समथिङ्ग्. यासुट् इति आगमः अस्ति खलु, प्रत्ययस्य आगमः, तदानीमपि तिङ् प्रत्ययः एव. यासुट् आगमस्य आगमानन्तरम् अपि तिङ् प्रत्ययः तिङ् प्रत्ययः एव. आगमः, यस्य आगमः तस्य स्वभावं स्वीकरोति. इदानीं तिङ् प्रत्ययस्य आगमः अस्ति यासुट्, अतः आगमः तिङ् प्रत्ययस्य भागः अस्ति, अतः यासुट् योजनानन्तरम् अपि तिङ् प्रत्ययः एव. यासुट् आगमनेन तत्र व्यवधानम् इति किमपि नास्ति. इत्युक्ते एकक्षणं भगिनि, यासुट् इति प्रत्ययः नास्ति, यासुट् इति आगमः अस्ति. तत्र लकारे स्य इति प्रत्ययः अस्ति, परन्तु यासुट् इति प्रत्ययः नास्ति, प्रत्ययस्य आगमः. तत्रस्य प्रत्ययः अस्ति. अत्र विधिलिङ्ग अत्र आगमः अस्ति. सत्यं. धन्यवादः भगिनि. उमा भगिनी किं तिङ् षित् सार्वधातुक इति युक्ते तिङ् अपि अवगतं लट् लो तिङ् इति षित् प्लस् जि बहि तिङ् इति. वाट् अबौट् षित् वि आर् नाट् टाकिङ्ग् अबौट् दट् शप्स्यन् तत्र शप्स्यन् एते सर्वे प्रत्ययः सार्वधातुकः इति जानीमः खलु. षित् अस्ति इति कृत्वा सार्वधातुकप्रत्ययः इति जानीमः. तत्र तस्य किमपि अत्र वैशिष्ट्यं नास्ति, अस्माकं चिन्तने नास्ति. सार्वधातुकप्रत्ययः शप्स्यन् इत्यादयः सार्वधातुकप्रत्ययः प्रत्ययाः एव. तर्हि सार्वधातुकप्रत्ययः अस्ति चेत् तदनुसृत्य कार्यं भवति अङ्गे, तद्वयं जानीमः, यथा गुणकार्यम् इत्यादयः. अतः तस्य विकरणप्रत्ययस्य स्वभावः कः इति चिन्तनम् अधुना नास्ति. अस्तु, ततः अग्रे सरेम. इदानीम् अत्र राहुल् महोदय पठति वा अग्रे? अस्ति वा महोदय? अस्तु, लक्ष्मी भगिनी पठतु. आं भगिनी, पठिष्यामि. सार्वधातुकलकाराः ततः एव खलु भगिनि? आम् आम्. सार्वधातुकलकाराः लट् लोट् लङ् विथिलिङ्. आर्धधातुकलकाराः लिट् लुट् लृट् आशीर्लिङ् लुङ् लृङ् च. अयं भेदः नितरां महत्त्वपूर्णः, यतः धातुना तिङ्प्रत्ययः दृश्यते चेत् तर्हि तेन एव सम्पर्केण विकर्णप्रत्ययः विहितः अस्ति. एकैकस्य गणस्य स्वस्य पृथक् विकर्णप्रत्ययः, न चेत् विकर्णलोपो वा इति अस्माभिः प्रथमपाठे दृष्टम्. तेन विकरणभेदेन तिङन्तरूपाणि भिद्यन्ते. तर्हि भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन. गणस्य लक्षणं प्रत्ययेन ज्ञायते. अतः अत्र अवधेयं, विकरणप्रत्ययाः यत्र आयन्ति तत्र धातोः तिङन्तरूपस्य ज्ञानार्थं धातुः कस्मिन् गणे अस्ति इति अवश्यं बोध्यम्. केषु लकारेषु विकर्णप्रत्ययाः आयन्ति? यत्र कर्त्रार्थे धातुना तिङ्प्रत्ययः दृश्यते, तत् कुत्र? सार्वधातुकलकारेषु इति. आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते, अतः विकर्णप्रत्ययः न आयाति. विकर्णप्रत्ययः न आयाति अतः तत्र गणभेदेन तिङन्तभेदः न जायते. फलितार्थः एवं यत् सार्वधातुकलकारेषु गणीया चर्चा करणीयाः, आर्धधातुकलकारेषु गणीयाः चर्चा न अपेक्षिता. तत्र गणस्य विषयः न आयाति एव. अत्र आर्धधातुकलकाराः सार्वधातुकलकाराः आर्धधातुकलकाराः भेदः कथं जायते इति चिन्तनं. यत्र भवत्या उक्तं सार्वधातुकलकारेषु सार्वधातुकलकारः तथा भवति यथा धातुना तिङन्तप्रत्ययः दृश्यते, मध्ये किमपि व्यवधानं नास्ति. तस्मिन्नेव समये सार्वधातुकलकारेषु कर्तरि शप् इति सूत्रेण शप् आयन्ति, शप् विकर्णप्रत्ययः आयाति. तदर्थं सार्वधातुकलकारः इति उच्यते. किन्तु आर्धधातुकलकारेषु यथा तिङन्त धातुना तिङ्प्रत्ययः न दृश्यते, तत्र गणीया चर्चा अपि न अपेक्षिता, तत्र विकर्णप्रत्ययः च न आयन्ति. तस्मिन् समये लकाराः आर्धधातुकलकारः इति उच्यन्ते इति सारांशः भगिनि. हा, समीचीनं भगिनि, समीचीनं, सम्यक्. अस्तु, वसन्ती भगिनी सारांशरूपेण वदति वा पुनः? ऐ ट्रै. भेदः कः? सार्धधातुकलकारः आर्धधातुकलकारः धातुना तिङ् प्रत्ययः दृश्यते तत्र सार्वधातुकलकारः आयाति. कर्तरि शप् इति सूत्रेण धातु तिङ्गन्तप्रत्ययः मध्ये विकरणप्रत्ययः आयाति. सो कस्मिन् गणे बेस्ड् आन् द गण द गणविकरणप्रत्ययः आयाति. धातुना तिङ्गन्तप्रत्ययः नास्ति न दृश्यते आर्धधातुकलकारः अस्ति. आर्धधातुक गणस्य चिन्तनं नास्ति. आर्धधातुकलकारे गणस्य चिन्तनं नास्ति. किमर्थं नास्ति? किमर्थं गणस्य चिन्तनं कुत्र भवति? गणस्य चिन्तनं कर्त्री शप् कर्त्रार्थे गणस्य चिन्तनं भवति. गणस्य चिन्तनेन किं भवति? कः लाभः अस्ति गणस्य चिन्तनेन? गणविक्रणप्रत्ययः आयाति. गणम् अनुसृत्य विकरणप्रत्ययः आयाति. सार्वधातुकलकारेषु गणमनुसृत्य विकरणप्रत्ययः आयाति. सत्यम्. आर्धधातुकलकारेषु गणनिमित्तिकविकरणप्रत्ययः न आयाति वा? न आयाति. आर्धधातुक लकारनिमित्तप्रत्ययः आयाति. सत्यम्. आर्धधातुकलकारेषु तत्र गणनिमित्तिकचिन्तनं नास्ति, यतोहि लकारनिमित्तिकविकरणप्रत्ययः आयाति मध्ये, अतः गणनिमित्तिकप्रत्ययस्य अवसरः नास्ति. यत्र धातुना साक्षात् तिङ् प्रत्ययं पश्यति तत्र एव गणनिमित्तिकविकरणप्रत्ययः आगन्तुं शक्नोति, यतोहि सूत्राणि तथा सन्ति. कर्तरि शप् इति सूत्रं किं वदति इति चेत्, कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् धातुतः शप् प्रत्ययः विधीयते इति वदति. धातुना तिङ् प्रत्ययं साक्षात् दृश्यते तस्मिन् सन्दर्भे तादृशप्रत्ययः सार्वधातुकः अस्ति अपि च कर्त्रार्थे अस्ति चेत् मध्ये विकरणप्रत्ययः आगच्छति. तर्हि विकरणप्रत्ययस्य आगमनात् प्राक् प्रश्नः भवति धातुः कस्मिन् गणे अस्ति इति. धातुः दिवादिगणे अस्ति चेत् श्यन् आगच्छति अथवा रुदादिगणे अस्ति चेत् श्नम् आगच्छति. अतः तस्मिन् सन्दर्भे सार्वधातुकलकारेषु प्रश्नः भवति धातुः कस्मिन् गणे अस्ति इति. परन्तु अर्धधातुकलकारेषु तादृशप्रश्नः न भवति एव. ओके. अस्तु. अस्तु, समीचीनं, धन्यवादः. अस्तु, कोऽपि प्रश्नः वा? अस्तु, पी के रेड्डी महोदय पठति वा अग्रे? अस्तु भगिनि. उदाहरणं सार्वधातुकलकारः लट् वद् प्लस् लट् वद् प्लस् लट् लट् स्थाने तिङ् प्रत्यय आवश्यकं. लस्य सूत्रेण इति सो तिङ् कर्तरि प्रयोग अपेक्षते सार्वधातुके कर्तरि शप् शप् मध्ये आगच्छति. कर्तरि शप् इति कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति, अतः शप् आगच्छति. लट् स्थाने तिङ् प्रत्ययः अस्ति लस्य सूत्रेण. सत्यं, लस्य इति सूत्रेण एव. तत्सर्वम् अग्रे पश्यामः. लटः स्थाने तिङ् प्रत्ययः आगच्छति, लस्य इति सूत्रेण तिङ् प्रत्ययः आगच्छति. अत्र सर्वे द्रष्टुं शक्नोति, अत्र वद्योगः ति इति सन्दर्भे तत्र धातुः तिङ् प्रत्ययं पश्यति, यतोहि मध्ये व्यवधानं नास्ति. सा तादृश तिङ् प्रत्ययः सार्वधातुकः अपि अस्ति, कर्त्रार्थे अपि अस्ति, दलद्वयम् अस्ति, नियमद्वयम् अस्ति, सार्वधातुकः भवेत् अपि च कर्त्रार्थे अपि भवेत्. तादृशसन्दर्भे गणनिमित्तिकविकरणप्रत्ययः आगच्छति. अत्र वद् धातुः भुवादिगणे अस्ति इति कृत्वा शप् आगच्छति. यदि धातुः अन्यगणे अस्ति तर्हि अन्यविकरणप्रत्ययः आगच्छति. अस्तु, समीचीनं. वदति, वदति इति रूपं निष्पन्नं. समीचीनम्. अस्तु, रमा भगिनी अग्रे. आर्धधातुक उपरितनक्रमे उपरितने क्रमे धातुना तिङ् प्रत्ययः ति दृश्यते, वद् योगः ति. नाममध्ये कापि बाधा किमपि व्यवधानं नास्ति. धातुना तिङ् प्रत्ययः दृश्यते इति कारणतः कर्तरि शप् इत्येन सूत्रे मध्ये विकरणप्रत्ययः शप् विहितः. भुवादिगणे शप् तिष्ठति, अपरेषु गणेषु शपं प्रबाद्य तत्तद्गणे अन्ये विकरणप्रत्ययाः आयान्ति. एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन् गणे अस्ति इति ज्ञातव्यम्. उपरि उदाहरणे धातुना तिङ् प्रत्ययः ति दृश्यते, वद् वद् धातु धातुना तिङ् प्रत्ययः ति दृश्यते, अतः मध्ये कापि बाधा नास्ति, किमपि व्यवधानम् अपि नास्ति. धातुना तिङ् प्रत्ययः दृश्यते, अतः कर्तरि शप् इति सूत्रेण शप् आगच्छति मध्ये. शप् इत् वर्णस्य लोपः भवति, तदनन्तरम् अ अवशिष्यते. वद् अ ति वदति आगच्छति. अत्र लिखितमस्ति अन्ये गणाः अस्ति चेत् शपस्य लोपः अपि आगच्छति, लोपः अपि भवति, अन्ये अपि प्रत्ययः विकरणप्रत्ययः आगन्तुं शक्नोति इति लिखितमस्ति. अतः किं कः धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातव्यम्. बहु समीचीनं भगिनि, सम्यक् भवत्या उक्तं शपस्य इति. समीचीनमस्ति वा शपस्य? न. किं भवेत्? शप् प्रत्ययस्य. शप् प्रत्ययस्य नो चेत् शपः. हलन्तशब्दः अस्ति, अतः शपः. शपः नो चेत् शप शप् प्रत्ययस्य. हा, शप् प्रत्ययस्य सरलमस्ति, चिन्तनस्य आवश्यकता नास्ति. भगिनी, एक स्पष्टीकरणार्थम् अत्र दत्तं नाम मध्ये कापि बाधा नास्ति. नाम इत्युक्ते किं भगिनि? नाम इत्युक्ते नेम्लि. ओ, नेम्लि. स्पष्टीक्रियते तत्र. उपरितनक्रमे धातुना तिङ् प्रत्ययः ति दृश्यते, वद्योगः ति. नाम इत्युक्ते मध्ये कापि बाधा नास्ति इति स्पष्टीकरोति. अर्थात् अथवा तात्पर्यं किम् इति. अस्तु, अग्रे विजयलक्ष्मी भगिनी पठति वा? आं, पठामि भगिनि. अद्य भवती तूष्णीं तिष्ठति, किं किमपि न उक्तवती. वदतु अग्रे. आर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं न आयाति इत्यत्र किञ्चित् पश्येम. आर्धधातुकलकारः लिट्, वद् योगः लिट्, वद् योगः स्य योगः लिट्, वद् योगः स्यति, वद् योगः इ योगः स्यति, वदिष्यति. अत्र लिट् लकारे कथं कार्यं प्रवर्तते इति दर्शयति. लिट् लकारः आर्धधातुकलकारगणे आयाति. तत्र विकरणप्रत्ययः किमर्थं न आयाति इति अत्र स्पष्टीकरणं कृतमस्ति. आर्धधातुकलकारः लिट् भवति चेत् वद् योगः लिट् इति अस्ति. स्य इति प्रत्ययः मध्ये आयाति. तत्कारणं वद् लकारं द्रष्टुं न शक्यते. धातु लकारस्य साक्षात् दर्शनं नास्ति. धातो लकारस्य दर्शनमिति इति न वदामः, अत्र तिङ् प्रत्ययस्य दर्शनं. हा, तिङ् प्रत्ययस्य दर्शनं धातुना नास्ति. यतोहि भगिनी, यदि भवती लकारस्य दर्शनं नास्ति इति वदति तर्हि प्रथमसोपाने लकारस्य दर्शनम् अस्ति खलु? आम् आम्. तिङ् प्रत्ययस्य दर्शनं नास्ति. तत्कारणं लिट् लकारः आर्धधातुकलकारः इति नामकरणं प्राप्नोति. अत्र स्य इति प्रत्ययः अस्ति. तत्कारणं वद् योगः स्य योगः ति, वद् योगः स्यति इति रूपं निष्पद्यते. अनन्तरम् इडागमः आगच्छति. इडागमात् पूर्वं इडागमः आगच्छति. आर्धधातुकलकारेषु तत्र केन सूत्रेण इडागमः भवति? एकनिमिषं, मनसि अस्ति परन्तु मुखे न आयाति. अहं जानामि भवत्याः मनसि अस्ति इति. आर्धधातुकस्ये वलादेः इति सूत्रेण इडागमः भवति. किमर्थम्? अनन्तरं वदि योगः स्यति. न न, किमर्थम् इडागमः भवति? अर्धधातुक सेड् वलादेः इत्यनेन इडागमः, किमर्थम् इडागमः? अर्धधातु, हा, सुमन् भगिनि स्मारयतु. हा, धातुः सेट् अपि च प्रत्ययः कीदृशः? स्य तु आर्धधातुकः, वलादिः अस्ति खलु? वलादिः अपि अस्ति. आम् आम् आम्. धातुः सेट् अस्ति, वद् इति धातुः सेट् अस्ति, प्रत्ययः वलादिः, आर्धधातुक वलादि प्रत्ययः, अतः इडागमः. इडागमः वदिष्यति इति रूपं निष्पद्यते. सकारस्य स्थाने भगिनी, मम एकः संशयः. एकक्षणं महोदय, वदतु. सकारस्य स्थाने षकारः आयाति. आदेशप्रत्यययोः कारणात्. सत्यं सत्यम्. अस्तु, समीचीनम्. अस्तु, प्रश्नः कः भगिनी? लिट् अपि लिट् अपि तिङ् प्रत्ययः अस्ति किल? लिट् तिङ् प्रत्ययः नास्ति. लिट् इति लकारः अस्ति, प्रत्ययः अस्ति, लकारः अपि. लिटकस्थाने तिङ् प्रत्ययः आयाति न? आयाति, तृतीयसोपाने आयाति. ततः पूर्वं स्य प्रत्ययः विहितमेव. ततः हस्य प्रत्ययः विहितः एव, यतोहि सर्वदा विहितमेव. हा, प्रथमसोपाने वद्योगः लृट् किमपि सूत्रम् अस्ति वा हा सत्यं चतासि लृलुटोः इति सूत्रेण महोदय म्यूट् करोतु प्रतिध्वनिः अस्ति प्रथमसोपाने वद्योगः लृट् इदानीं तत्र तिङ् प्रत्ययः लृटः स्थाने आगच्छति वा नो चेत् स्य इति प्रत्ययः आगच्छति वा इति प्रश्नः किमर्थं तत्र लृटः स्थाने तिङ् न आयाति इति प्रश्नः यतोहि लट् लकारे लटः स्थाने तिङ् आयाति द्वितीयसोपाने तिङ् आयाति अत्र द्वितीयसोपाने किमर्थं तिङ् न आयाति इति चेत् स्यतासि लृलुटोः इति एकं सूत्रमस्ति अनेन सूत्रेण तत् सूत्रं वदति लृटः स्था यत्र लृट् लकारः अस्ति तत्र धातुतः स्य इति प्रत्ययः विधीयते इति अस्ति अतः इदं अयं प्रत्ययः लकारनिमित्तिकप्रत्ययः अतः लकारम् आश्रित्य विधीयते अतः वद्योगः स्य योगः लृट् इति अस्ति तदनन्तरं तृतीयसोपाने लृटः स्थाने तिङ् प्रत्ययः आगच्छति अतः तत्र इदानीं तत्र वद्योगः स्य योगः ति इत्युक्ते मध्ये व्यवधानम् अस्ति धातुना तिङ् प्रत्ययः न दृश्यते अतः अत्र शप् प्रत्ययः आगन्तुं न शक्नोति अथवा श्यन् अथवा अन्य कोऽपि प्रत्ययः आगन्तुं न शक्नोति बुद्धं खलु अस्तु अस्तु अग्रे सुमन् भगिनी पठति वा भगिनी स्य धातुतः विधीयते वा लकारतः विधीयते वा धातुतः एव धातुतः लकारं लिमितीकृत्य धातुतः विधीयते धातुतः विधीयते आं भगिनि पठामि तत्र इ आयाति चेत् तत्र सकारस्य षकारः केन सूत्रेण भवति भगिनि आदेशप्रत्ययोः इति भगिनी उक्तवती खलु आदेशप्रत्ययोः अस्माभिः न पठितम् अग्रे पठामः आदेशप्रत्ययोः इति सूत्रम् अस्तु इदानीं तु उपरितने खलु उपरितने हा उपरितने क्रमे प्रथमं स्य प्रत्यय आयाति तदा एव ति आयाति तत् धातु ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते वद् योग स्यति मध्ये स्य अस्ति अतः बाधा अस्ति व्यवधानम् अस्ति धातुः तिङ्प्रत्ययं ति द्रष्टुं न शक्नोति धातुः केवलं स्य पश्यति धातुना तिङ्प्रत्ययः ति न दृश्यते इति कारणतः कर्तरी शप् इत्यस्य प्रसक्तिः नास्ति यदा हि ति दृश्यते तदा हि कर्तरी शप् तस्य प्रसक्तिः भवति अतः मध्ये विकर्णप्रत्यय न आयाति विकर्ण प्रत्यय न विहितः इति कारणेन गणीयविचारः न अपेक्षितः धातुः यस्मिन् कस्मिन् अपि गणे भवतु कार्यं समान एव अतः आतधातुकलकारेषु गणस्य ज्ञानं नापेक्षितः किन्तु आर्धधातुकलकारेषु अन्यत् कार्यम् अस्ति पश्यन्तु रूपं कथम् अस्ति वदिष्यति इति अत्र मध्ये इकारः आगतः अस्ति वद् योग इ योग श्यति यद्यपि आर्धधातुक लकारेषु गणीयः विचारः नापेक्षितः किन्तु इडागमस्य विचारः अपेक्षितः एव स च विषयः अग्रे आयास्यति अस्तु इदानीं भवती एव पूर्वम् उक्तवती भगिनि इदानीं तु लृट् लकार अस्ति तत्र आर्धधातुकलकार अस्ति यतोहि तत्र धातुना तिङ्प्रत्यय साक्षात् न दृश्यते अतः इदानीं किमर्थम् इत्युक्ते इदानीम् अन्य किमपि लकारनिमित्तकं प्रत्यय मध्ये आयाति, लृट् लकारे स्य प्रत्यय आयाति, अतः इदानीं वद्योग लृट् अस्ति चेत् द्वितीयसोपाने वद्योग ति न भवति, वद्योगस्य योग लट् भवति, अनन्तरं वद्योगस्य योगति भवति. इदानीं धातोः तिङ् प्रत्ययस्य मध्ये स्य अस्ति, अतः विकर्ण गणनिमित्तिकं विकर्णप्रत्यय इत्युक्ते कर्तरि शप् तस्य प्रसक्तिः न भवति. किन्तु अस्मिन् सन्दर्भे वयम् इडागमः भवति वा न इति द्रष्टव्यः. इदानीं पश्यति चेत् स्य अस्ति, स्य बलादि अस्ति, वशादि नास्ति, अतः इदानीं इडागमः इडागमस्य प्रसक्तिः भवति, और् इडागम अनुकूल अस्ति, अतः इडागमः भवति, वद् योग इ योग स्यति वदिष्यति भवति. बहु समीचीनं भगिनी, बहु सम्यक्तया उक्तं, समीचीनं समीचीनम्. अत्र गोमती भगिनी वदति वा सारांशरूपेण किम् अवगतं? धन्यवादः. वन् मिनिट् प्रयत्नं करोमि. उच्चैः वदतु भगिनी, न श्रूयते. प्रथमतया हाथ धातुक लकारः अस्ति, किञ्चित् नास्ति इति भगिनि न श्रूयते भगिनि. वदयोगः ऋट ऋटकं ऋटम् आर्धनात्मकप्रकरणं लकारः अस्ति, अतः तत्र स्या इति आगच्छति. वद स्य मृद अत्र वद मृग न पश्यति, इदानीकाले किम् आयाति चेदपि न पश्यति, तो आर्थधातुकप्रकरणं भवति तत्र. स्य तत्र बाधा अस्ति, किं कृते द्रष्टुं न शक्नोति वधुधातुः, अतः कर्तृत्वे सार्वधातुके कर्तृशप सूत्रं न प्रवर्तनं करोति, अतः विकर्णप्रत्ययः न आयाति. अतः तत्र आर्थधातुकप्रकरणं आर्थधातुकलकारः बलादि अस्ति, अतः निरागमः भवति, वदु इ स्यति वदिष्यति. आं भगिनि, समीचीनं भगिनि. संशय भगिनि, स्य प्रत्ययः अपेक्षा कर्तरि शप् इति अपेक्षया स्य प्रत्ययः परसूत्रम् इति कारणेन भवति पूर्वमेव, तस्मादेव धातु तिङ् प्रत्ययः न दृश्यते, साक्षात् न दृश्यते. पूर्वसूत्रमस्ति, स्य तु पूर्वसूत्रमस्ति, लस्य इति सूत्रात् पूर्वसूत्रमस्ति, स्यतासील् लटोः इति पूर्वसूत्रमस्ति. अत्र तु परसूत्रमेव हा तथा अस्ति भगिनि, परन्तु अत्र मतभेदाः सन्ति, मतभेदाः सन्ति अत्र अग्रे अग्रे अस्मिन्नेव करपत्रे अस्ति, न अग्रिमकरपत्रे अस्ति, मतभेदाः सन्ति पश्यामः, परन्तु अत्र अस्माकं मातुः पद्धतिः कथम् अस्ति इति चेत् मातुः वदति यत् अत्र स्यतासि लृटोः इति सूत्रे तत्र लकारः एव निमित्तम् अस्ति, यदा तत्र लकारस्य स्थाने तिङ् प्रत्ययः आगच्छति तत्र निमित्तं नष्टं भवति। इदानीं लकारः अस्ति चेत् एव स्य इति भवितुम् अर्हति, लृटः स्थाने तिङ् यथा आगच्छति तदानीं स्य भवितुं न अर्हति, यतोहि इदानीं लकारः नास्ति, यतोहि अयं प्रत्ययः लकारनिमित्तिकः अस्ति, अतः स्य एव प्रथमं स्यात् इति एकः पक्षः। अन्यः पक्षः अस्ति तत्र तथा नास्ति, अत्र लृटः स्थाने तिङ् प्रत्ययः आयाति एव, वद्योगः तिङ् इति अस्ति तदानीं तत्र स्य इति प्रत्ययः, तदानीं तत्र तिङ् प्रत्ययः धातुः दृश्यते, तिङ् प्रत्यय प्रत्ययना धातुः तिङ् प्रत्ययेन धातुः दृश्यते, अतः तत्र शप् अपि भवितुमर्हति स्य अपि भवितुमर्हति, तयोः मध्ये सङ्घर्षः अस्ति, स्य स्यतासि लृलुटोः अपि च कर्तरि शप् अनयोः मध्ये सङ्घर्षः अस्ति, स्यतासि लृलुटोः अत्र एव कार्यं करोति अन्यत्र तस्य अवकाशः नास्ति इति कृत्वा अपवादरूपेण तत् कार्यं करोति इति तादृशपक्षः अपि अस्ति, परन्तु तस्मिन् पक्षे जाटिल्यं वर्तते, स्पष्टता न भवति, अतः मातुः पद्धत्याम् अत्र किम् अस्ति इति चेत् स्यतासि लृटोः यद्यपि पूर्वसूत्रमस्ति तथापि लकारनिमित्तिकः अस्ति, यावत्पर्यन्तं लकारः अस्ति तदा एव स्य प्रत्ययः भवितुमर्हति, अतः स्य प्रत्ययः प्रथमं भवति इति पक्षः। अतः किं धातुर्मितः प्रत्ययमेव भवितुं प्रथमं भवितुं भवितव्यं किल? धातुनिमित्तिका इत्युक्ते किम्? धातुनिमित्तिका इत्युक्ते किम्? किं वक्तुमिच्छति? धातुनिमित्तिकस्य तिङ् प्रत्ययः एव प्रथमं भवति इति वदति वा? धातु धातुनिमित्त गणप्रत्ययः, गणप्रत्ययः अत्र न भवति, प्रश्नः न बुद्धः, पुनः वदतु प्रश्नः कः? भवत्याः भवत्याः अहं अन्तिमवाक्यं न अवगन्तं तस्मादेव अहं संशयः। न न पश्यतु, वद्योगः लृट् इति अस्ति, तर्हि अत्र लृटः स्थाने तिङ् आगच्छति चेत् स्य न भवितुम् अर्हति इति पक्षः अस्ति, मातुः पक्षः, तत्र स्य इति प्रत्ययस्य निमित्तम् अस्ति लृट् लकारः, लृट् लकारं निमित्तीकृत्य स्य आगच्छति, यदा स्य प्रत्ययस्य स्थाने तिङ् आगच्छति इदानीं लकारः नास्ति खलु, लकारस्य स्थाने तिङ् आगतः चेत् तदानीं स्य न भवितुम् अर्हति इति कृत्वा स्य प्रथमं भवति इति पक्षः अस्ति। अनेन अनेन कः लाभः इति चेत् स्पष्टतया ज्ञायते सार्वधातुकलकारः कुत्र, अर्धधातुकलकारः इति एतादृशविभजनं स्पष्टतया ज्ञायते, तादृशविभजनेन सौलभ्यं भवति, रूपसाधनार्थं सौलभ्यं भवति, अस्माकं पुरतः धातुः अस्ति अपि च लकारः अस्ति चेत् झटिति वयं वक्तुं शक्नुमः प्रक्रिया कथम् अस्ति इति वक्तुं शक्नुमः, प्रथमतया तत्र लकारः कः, सार्वधातुकः वा अर्धधातुकः वा इति प्रश्नः, अस्तु इदानीं सार्वधातुकलकारः इति चेत् कर्त्रार्थे अस्ति वा, तर्हि तदानीं तत्र गणनिमित्तिकविकरणप्रत्ययः आयाति, इदानीं लकारः अर्धधातुकः अस्ति वा इति चेत् तत्र गणनिमित्तिकविकरणप्रत्ययस्य चिन्तनमेव नास्ति, तत्र लकारनिमित्तिकप्रत्ययः आगच्छति अपि च इदागमचिन्तनं भवति इति तादृशविभजनं स्पष्टतया ज्ञायते। अस्तु, इदानीं वयं वक्तुं शक्नुमः किं स्य अपवादत्वेन आगच्छति इति? न, तादृशपक्षः अस्ति भगिनि, परन्तु वयं तु तथा न कुर्मः, अस्माकं मातुः पद्धत्यां वयं तु पुष्पादीक्षित मातुः पद्धतिम् अनुसृत्य पठामः खलु, अतः तस्मिन् क्रमे तु स्य इति प्रत्ययः प्रथममेव आगच्छति, अपवादः इति नास्ति, तत्र लकारं निमित्तीकृत्य स्य आगच्छति तावदेव। अस्तु, कारणं किं? कारणं किम्? अत्र वद्यति धातुः एव उदाहरणं, वद्योगः लृट्, वद्योगः स्ययोगः लृट् इति उदाहरणम्. अन्यत् किम् इच्छति उदाहरणरूपेण? अस्तु अग्रे विनय महोदय पठति वा? अहं पठामि. सार्वधातुक लकारः अस्ति चेत् धातु विकरणायोः अङ्गभवतिः, तच्च अङ्गम् अदन्तम् अनदन्तं वा इत्युक्तम्. अस्मिन् पाठे सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ् परिशीलिष्यन्ते यत्र अङ्गम् अदन्तम् अस्ति. अङ्गम् अदन्तं केषु गणेषु? भवादिगणे, त्रिवादिगणे, त्रिदादिगणे, चुरादिगणे च. यथा येषां चतुर्णां गणनाम् अङ्गम् अदन्तम् अथा येषां सिद्धः त्यन्तप्रत्ययः समानः. अस्य पाठस्य तृतीय अध्याये, चतुर्थ अध्याये च एते सिद्धः तिङ्प्रत्ययः निष्पन्नः भवन्ति. अदन्तमङ्गं योग सिद्ध तिङ्प्रत्ययः तिङ् तियन्तपदं क्रियापदम् इति, यथा वद् योग शप् वद् दहलन्त योग अङ्गं वद अङ्गं अङ्गसहित भवति. अङ्गसहित अनन्तरम् इति अदन्तम् अङ्गं पिप् पकारस्य इत्संज्ञा लोपः च, पकारस्य लोपः, तत्कारस्य इत् संज्ञा लोपः च ति इति सिद्ध त्यङ्ग तिङ् प्रत्ययः वद योगः ति, अतः वदति इति तिङ् पदम्. तथैव वद योगः तः ति तः अन्ति, वद योगः तः वदतः, वद योगः अन्ति वदन्ति इति. आहत्य भवादिगणे, दिवादिगणे, चुदादिगणे, चुरादिगणे च सप्तशतम् अधिकसहस्रधातवः सन्ति, 1700. एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट् लोट् लङ् विधिलिङ्ग् इति येषां त्यङ्क्तरूपाणि ज्ञास्यन्ते. अत्र अस्ति मातुः पाठस्य वैलक्षण्यम्. एवं च दीक्षितपुष्पायाः पाणिनीयधातुपाठः अत्यन्तं शक्तिशाली. कश्चन बोधो अस्ति चेत् बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः. अग्रे अङ्गं कथं निष्पाद्यते, तिङ्प्रत्ययः कथं साधनीयः, अपि च अङ्गतिङ्प्रत्ययोः मेलनं कथं कार्यते इति इत्येषु विषयेषु चर्चिष्यामः. किमस्ति? आम् माता दीक्षित पुष्प प्रणाली प्रणाली अन्य प्रणाली अन्य प्रणाली क्रमेण अतः यदि अहम् अवगच्छामि, महत्त्वं गणसपेक्षा गणनिरपेक्षा अपि च लकारसपेक्षा अतः लकार अपि च गण अत्यन्तमहत्त्वं यदि वयं जानीमः यतः तिङ् प्रथमतः आगच्छति तर्हि एव तिङ् यु नो प्रकृतिप्रत्ययः परन्तु अन्यविकृतिप्रत्ययः क्रमेण आयान्ति यथा अहं न जानीमः तिङ् प्रथम आगच्छति तर्हि एव विधिलिङ्ग आयन्ति परन्तु आर्धातुक सम्बन्धे दृश्य स्पष्टता अस्ति अतः अन्यविषयः सार्वधातुक आर्धातुक विभाजनम् अत्यन्त लाभदायक समीचीनम् अत्र पश्यन्तु किञ्चित् पश्यामः अत्र धातुविकरणयोः मेलनेन अङ्गं निष्पद्यते इति जानीमः तादृश अङ्गम् अदन्तं वा अनदन्तं वा इति प्रश्नः अस्ति चेत् वयं पूर्वमपि दृष्टवन्तः प्रथमगणसमूहे द्वादिगणे दिवादिगणे तुदादिगणे चुरादिगणे अङ्गम् अदन्तम् अन्येषु गणेषु अङ्गम् अनदन्तं यत्र अङ्गम् अदन्तम् अस्ति विकरणप्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तम् अस्ति तत्र केचन सिद्धप्रत्ययाः तिङ्प्रत्ययाः भवन्ति सर्वत्र तिङ्प्रत्ययाः समानाः एव लकारस्य स्थाने यदा तिङ्प्रत्ययः विद्यते ते तिङ्प्रत्ययाः समानाः एव परन्तु तदनन्तरं प्रत्यादेशः भवन्ति तिङ्प्रत्ययस्य स्थाने प्रत्यादेशः भवन्ति अनेन एव तत्र पश्यामः चेत् लट् लकारे ति तः अन्ति परन्तु लोट् लकारे तु तात् ताम् अन्तु तर्हि तिङ्प्रत्ययः एव सर्वत्र तिङ्प्रत्ययः एव परन्तु तत्र रूपं भिद्यते खलु तु अस्ति लोट् लकारे परन्तु ति अस्ति लट् लकारे कथं तत्र तादृशभेदः इति चेत् प्रथमतया तिङ्प्रत्ययः विधीयते सर्वत्र तस्य स्थाने अन्ये आदेशाः भवन्ति तर्हि अङ्गम् अदन्तम् अस्ति चेत् विकरणप्रत्ययस्य योजनानन्तरम् अङ्गम् अदन्तम् अस्ति चेत् तत्र केचन सिद्धप्रत्ययाः भवन्ति लट् लोट् लङ् दीर्लिङ्ग् एतेषु लकारेषु सिद्धप्रत्ययाः भवन्ति यत्र अङ्गम् अनदन्तम् इत्युक्ते तत्र प्रथम द्वितीयगणसमूहे ये गणाः सन्ति अदादिगणे जुहोत्यादिगणे रुदादिगणे इत्यादयः तत्र अङ्गम् अनदन्तं तेषां कृते भिन्नसिद्धप्रत्ययाः भवन्ति इति तदर्थम् एतादृशविभजनम् अङ्गम् अदन्तं वा अनदन्तं वा इति अदन्त अङ्गानां केचन प्रत्ययाः सिद्धप्रत्ययाः सन्ति अनदन्ताङ्गानां कृते केचन सिद्धप्रत्ययाः सन्ति अङ्गम् अपि च सिद्धप्रत्ययः तयोः मेलनेन तत्र रूपं सिद्ध्यति तिङन्तं पदं सिद्ध्यति यदा वद् योगः शप् इति अस्ति वद इति अङ्गम् अदन्तम् अस्ति तादृशवदन्त अदन्त अङ्गात् सिद्धप्रत्ययः अस्ति लट्लकारे ति अतः वदति लोट्लकारे सिद्धप्रत्ययः अस्ति तु अतः वदतु अनन्तरं तत्र लङ्लकारे अडागमः भवति अनन्तरं सिद्धप्रत्ययः अस्ति त अतः अवदत् अनन्तरं लिङ्लकारे वद इति ईत् ईत् इति प्रत्ययः अतः वदेत् इति रूपम् अतः प्रथमम् अङ्गं निष्पद्यते तदनन्तरं सिद्धप्रत्ययः कः इति विचिन्त्य तयोः योजनं भवति एतादृशक्रमेण अत्र भुवादि दिवादि चुरादि तुदादिगणे अत्र 700+1000 धातवः सन्ति तेषां सर्वेषां रूपाणि सुलभतया ज्ञातुं शक्नुमः इति मातुः पाठस्य वैलक्षण्यम् अस्ति एतादृशविभजनेन सार्वधातुकलकारः आर्धधातुकलकारः इति विभजनेन सरलरीत्या वयं क्रियापदस्य रूपं साधयितुं शक्नुमः इति एव सारांशः अस्ति अत्र एतस्मिन् विषये इतोपि अधिकं चिन्तनम् अग्रिमकरपत्रे भविष्यति अस्तु अत्र स्थगयामः प्रश्नः वा भगिनी अद्यतनवर्गस्य ध्वनिमुद्रणम् अप्लोड् करिष्यति वा अस्ति ध्वनिमुद्रणम् अस्ति भगिनी यदा सर्वदा यदा सार्वधातुकलकार आयाति तदनन्तरम् अदन्तम् अङ्गमेव अस्ति न भगिनि न कुत्र तत्र केवलं तत्र भुवादि दिवादि तुदादि चुरादिगणे एव अदन्तम् इदानीं स्वादिगणे विकरणप्रत्ययः कः श्नु इति प्रत्ययः खलु शक् इति धातुः शक्योगः नु शक्नो इति अस्ति खलु, अदन्तमङ्गं नास्ति खलु, सर्वत्र अदन्तमङ्गम् इति नास्ति. विकरणप्रत्ययं योजयित्वा तस्य अन्ते कः वर्णः इति द्रष्टव्यं. तस्य अन्ते ह्रस्वकारः अस्ति चेत् अङ्गम् अदन्तम्. स्वादिगणे नु इति प्रत्ययं योजयित्वा तत्र शक्नु इति उकारः अस्ति अन्ते, अतः अदन्तं नास्ति. भगिनि सिद्ध तिङ् प्रत्ययम् अस्ति चेत् अन्तिमरूपं फार् दट् इति लकारम् अस्ति वा? सत्यं, सिद्धप्रत्ययः तस्य लकारस्य सिद्धप्रत्ययः. एतत् सर्वम् अग्रे पठिष्यामः, विस्तृतरूपेण पठिष्यामः. इदमेव अत्र अयमेव परिचयः अस्ति. भगिनि सार्वधातुकलकारः आर्धधातुकलकारः प्रथमपाठः, अनन्तरं भवती अद्य चतुर्थः पाठः किमर्थं प्रेषितवती? न, तत्र इतोपि अधिकं चिन्तनमस्ति. सार्वधातुकलकारः आर्धधातुकलकारः इदानीं परिचयः, ततोपि अधिकं चिन्तनं तत्र चतुर्थकरपत्रे अस्ति. अनन्तरं द्वितीयः तृतीयः पठामः वा? अनन्तरं अष्टाध्यायी समग्रदृष्टिः इति द्वितीयं पठामः, अनन्तरं पञ्चमम् अष्टाध्यायी अष्टाध्यायीप्रत्ययः प्रक्रिया इति, तदनन्तरं तिङ्सिद्धेः समग्रदृष्टिः इति. किञ्चित् भिन्नक्रमेण पठामः, यतोहि तत्र इदानीं तत्र कान्सेप्ट्स् मनसि अस्ति चेत् ततः अग्रे पठामः चेत् स्पष्टता भवति. अस्तु तर्हि, धन्यवादः, नमस्कारः. धन्यवादः भगिनी.